ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं नूतनकरपत्रमस्ति कृत् प्रत्ययाः अपि सार्वधातुकाः अर्धधातुकाश्च। वयं तत्र किञ्चित् तस्य अस्य करपत्रस्य किञ्चित् अंशम् अस्माभिः पठितम्। यथा वयं तत्र लकारेषु तत्र सार्वधातुकलकाराः अर्धधातुकलकाराः इति तत्र वदामः, तथैव अत्र कृत् प्रत्ययानां विषये अपि अस्ति। सो ये कृत्प्रत्ययाः षित् सन्ति ते सार्वधातुकृत्, अपि च ये अषित् कृत्प्रत्ययाः ते आर्धधातुक् इति अस्माकं संज्ञासूत्रमस्ति तिङ्क्षित् सार्वधातुकम्। सो तिङ् तु लकाराणां विषये अस्ति, इत्युक्ते तिङ् प्रत्ययाः लस्य इति सूत्रेण लकारस्य स्थाने विधीयन्ते। अपि च तिङ् भिन्न ये प्रत्ययाः सन्ति, तिङ् भिन्न इत्युक्ते अन्यप्रत्ययाः ये धातुभ्यः विधीयन्ते, तेषु यदि शकारस्य तालव्य शकारस्य इति संज्ञा अस्ति चेत् तेषां कृते अपि तिङ्क्षित् सार्वधातुकम् इति संज्ञासूत्रेण सार्वधातुकसंज्ञा भवति। सो यथा तत्र लकारेषु सार्वधातुकलकाराः सार्वधातुकलकाराः इत्युक्ते सार्वधातुकप्रक्रिया, आर्धधातुकलकाराः इत्युक्ते आर्धधातुकप्रक्रिया, तथैव कृत्प्रत्ययानां विषये अपि चिन्तनमस्ति, समानचिन्तनमस्ति, तत्र कोऽपि प्रक्रियाविषये कोऽपि भेदः नास्ति। प्रत्ययः तु भिन्नाः सन्ति, परन्तु प्रक्रिया तु समाना एव इति अस्मिन् करपत्रे तदेव तस्यैव उल्लेखः अस्ति। सार्वधातुक् अपि च आर्धधातुक् इति संज्ञा आधारीकृत्य तत्र तृतीय अध्याये अपि च विधिसूत्रेषु तत्र बहूनि कार्याणि सम्भवन्ति। अतः अस्माकं मनसि तत्र स्पष्टता भवेत् केषां प्रत्ययानां कृते सार्वधातुक् अथवा आर्धधातुक् इति संज्ञा अस्ति। अतः अस्मिन् करपत्रे अस्मिन् परिच्छेदे तदेव लिखितम्। प्रथमे तु प्रत्ययः धातुभ्यः विहितः भवेत्। सो ये प्रत्ययाः धातोः अनन्तरम् आगन्तुं शक्यते तेषां कृते एव सार्वधातुक् नो चेत् आर्धधातुक् इति संज्ञा भवति। ये अन्यप्रत्ययाः सन्ति यथा सुप् प्रत्ययः नो चेत् तदित् प्रत्ययाः, तेषां कृते सार्वधातुक् अथवा आर्धधातुक् इति संज्ञा नास्ति व्याकरणशास्त्रे। सो अत्र सार्वधातुक् किञ्चित् सार्वधातुकम् इति संज्ञासूत्रम् अतः पाणिनिमहर्षिणा तृतीयाध्याये चतुर्थपादे एव दत्तम्। अत्र अत्र धातोः इति अधिकारः वर्तते अस्मिन् अध्याये, सम्पूर्ण अध्याये धातु अधिकारद्वयं तत्र स्तः, अतः तत्र एतत् संज्ञासूत्रमपि धातु अधिकारे अस्ति। अतः धातोः ये तिङ् अथवा षित् प्रत्ययाः विहिताः भवन्ति तेषां कृते एव सार्वधातुकम् अथवा आर्धधातुकम् इति संज्ञा अस्ति। सो कृत्सु ये षित् प्रत्ययाः यस्मिन् शकारस्य इत् अस्ति ते सार्वधातुकसंज्ञकाः भवन्ति अनेन संज्ञासूत्रेण। अतः तेषु अपि यदा तत्र धातु प्लस् कोऽपि षित् कृत् प्रत्ययः कुर्मः तत्र अपि सार्वधातुकप्रक्रिया भवति। वयं जानीमः तत्र सार्वधातुकप्रक्रियायां तत्र मुख्य यः अंशमस्ति तत्र गणचिन्तनम् आवश्यकं भवति। कस्य गणस्य धातुः अस्ति चेत् एव वयं तत्र प्रक्रिया आरम्भं कर्तुं शक्यते। कस् तत्र कर्तरी शप् इति सूत्रेण तस्य सूत्रस्य प्रसक्तिः भवति। अतः तत्र अपि कृत् सार्वधातुकप्रत्ययेषु अपि तत्र घन तत्र घन आधारीकृत्य घनविकरणप्रत्ययाः मध्ये आयान्ति. अतः कस्य घनस्य धातुः अस्ति इति अवश्य इति जानीमः चेदेव वयं प्रक्रिया प्रति तत्र अग्रे तत्र गन्तुं शक्यते. सो कर्तरि शप् इति सूत्रेण तत्र शप् प्रत्ययस्य विधिः दत्तमस्ति. सार्वधातुके इति पदस्य अत्र अनुवृत्तिः अस्ति, अपि च तृतीयाध्याये अस्ति चेत् तत्र धातोः प्रत्ययः परश्च इति एतेषां सूत्राणाम् अधिकारः अपि अस्ति. अतः कर्तरि सार्वधातुके प्रत्यये परे एव धातोः शप् प्रत्ययः परे आगन्तुं शक्यते. सो इदानीं तत्र प्रश्नः अस्ति ये कृत् प्रत्ययाः, अस्तु इदानीं तु वयं जानीमः येषु कृत् प्रत्ययेषु शकारस्य इत् अस्ति तेषित् सन्ति तत्तेन किं भवति तेषां कृते सार्वधातुक इति संज्ञा. परन्तु कर्तरि इति अत्र कर्तरि इति पदमपि अस्ति अस्मिन् सूत्रे, अतः अस्माकं मनसि तत्र स्पष्टता भवेत् कृत् प्रत्ययाः मूले कर्तर्थे एव पाणिनिमहर्षिणा स्थापितं. सो तत्र सूत्रम् अस्ति कर्तरीकृत्. सो कर्तरीकृत् इति सूत्रेण सर्वे कृत् प्रत्ययाः औत्सर्गिकरूपेण इत्युक्ते जनरल् नियमाधारेण ते कर्तरीप्रयोगे एव सन्ति. अनन्तरं कर्तरीकृत् इति सूत्रस्य कृते तत्र अपवादाः सन्ति, परन्तु मूले सर्वे कृत् प्रत्ययाः येषां येषां प्रत्ययानां कृते कृत् संज्ञा अस्ति तेषाम् अनेन सूत्रेण कर्तरीकृत् इति सूत्रेण तेषां कर्तरीप्रयोगे तेषां प्रयोगः अनेन सूत्रेण उक्तमस्ति. अतः येषु प्रत्ययेषु शकारस्य इति अस्ति अपि च तस्य कृते कृत् प्रत्यय इति संज्ञा अपि अस्ति तत्र तु औत्सर्गिकरूपेण सः कर्तरीप्रयोगे तादृशप्रत्ययः कर्तरीप्रयोगे अस्ति. अतः यदा कृत् प्रत्ययेषु शकारस्य इति संज्ञा अस्ति सः सार्वधातुकसंज्ञा भवति, अपि च औत्सर्गिकनियमाधारेण सः कर्तरीप्रयोगे अपि अस्ति. अतः कर्तरी स्टप् इत्यस्य प्रसक्तिः तत्रापि भवति. सो यादृशी प्रक्रिया तत्र लकारेषु भवति, सार्वधातुकलकारेषु भवति, समानप्रक्रिया अत्रापि भवति सार्वधातुक कृत् प्रत्ययेषु. सो इदानीं तत्र ए बिन्दुतः तत्र प्रारम्भं कुर्मः. अन्यत् किम् अत्र लिखितमस्ति, अत्र उदाहरणानि अपि सन्ति. अस्माकं तत्र नव षित् प्रत्ययाः सन्ति, तदपि पूर्वस्मिन् वर्गे अस्माभिः पठितं शत्र शानच् चानश् शानन् खश्च एष् शधैन्. सो एते नवकृत् संज्ञक प्रत्ययाः, येषां कृते कृत् संज्ञा अस्ति, अपि च एतेषु प्रत्ययेषु शकारस्य इति अस्ति, कुत्रचित् शकारः आदौ अस्ति, कुत्रचित् अन्ते अस्ति. यत्र अन्ते अस्ति तत्र हलन्त्यम् इति सूत्रेण तस्य शकारस्य इत्संज्ञा भवति, यत्र आदौ अस्ति तत्र लशक्कु तदिते इति सूत्रेण तस्य इत्संज्ञा भवति. सो एतेषु नवशित् कृत् संज्ञक प्रत्ययेषु शकारस्य इति अस्ति, अतः एते नव प्रत्ययाः एव सार्वधातुकसंज्ञकाः कृत्सु. अपि च एतेषु केवलं वयं तत्र प्रायशः शत्रुशानच् प्रत्ययद्वयस्य एव तत्र प्रयोगं कुर्मः. अतः अस्मिन् करपत्रे तस्य एव उदाहरणं दत्तमस्ति अहं चिन्तयामि. सो एकवारं पठित्वा तत्र अवगच्छामः. प्रक्रिया तु सर्वेषां कृते समाना अस्ति. उदाहरणरूपेण अत्र शत्रुप्रत्ययः स्वीकृतम् अस्ति. अस्तु एकवारं प्रारम्भं कुर्मः. चेतना भगिनी बिन्दु एतः पठतु भगिनि. कर्तृस्थे सार्वधातुकानां कृत् प्रत्ययानां कृदन्तानां दशानां धातुगणानां रूपभेदाः यथा शत्रुप्रत्ययः षित् अतः साधुधातुकः कर्त्रर्थे एव भवति शत्रुप्रत्ययः. कर्तरि शप् इत्यनेन शब्दस्य विकरणप्रत्ययाः विहिताः. शबादयः शबादयि विकरणप्रत्ययाः समस्तपदमस्ति. शबादयविकरणप्रत्ययाः विहिताः, अतः शत्रन्तेषु दशानां धातुगणानां रूपभेदाः. शत्र अनुबन्धलोपे शकारः लशक तद्धति. अस्य वाक्यत्रयस्य विषये किञ्चित् उक्त्वा तत्र अग्रे प्रक्रियाविषये सरेमा भगिनि, एकवारं वदतु शत्रुप्रत्ययविषये. शत्रुप्रत्ययः षित् अस्ति, शकारस्य इत् भवति, अतः षित् अस्ति, अतः सार्वधातुकः. शत्रुप्रत्यय कर्तर्थे एव भवति. कर्तरि शप् इत्यनेन शबादयविकरणप्रत्ययाः विहिताः. सार्वधातुकम् अस्ति, कर्तर्थे अस्ति, अतः कर्तरि शप् इत्यनेन विकरणप्रत्ययस्य प्रसक्तिः अस्ति. अतः सन्तेषु दशानां धातूनां रूप, अतः दशगणानां शत्रुरूपे रूपभेदः अस्ति. इत्युक्ते अत्र लिखितं शबादयः, केवलं शप् एव न, शप् आदयः. शप् आदयः इत्युक्ते वयं जानीमः कर्तरि शप् तु उत्सर्गसूत्रमस्ति. उत्सर्गसूत्रमस्ति चेत् अस्य सूत्रस्य कृते तत्र अपवादसूत्राणि सन्ति. सो यदा वयं कस्यचित् सूत्रस्य विषये चिन्तनं कुर्मः सर्वदा इफ् यु वाण्ट् टु गो अकार्डिङ्ग् टु द पाणिनि ग्रामर् तत्र पाणिनि अष्टाध्यायीग्रन्थे तत्र पाणिनिमहर्षिणा उत्सर्ग अपवाद इति तत्र तादृश रीत्या एव सूत्राणां प्रयोजनम् अस्ति मुख्यतया. सो यदि कस्यचित् उत्सर्गसूत्रस्य प्रसक्तिः कुत्रचित् कस्मिंश्चित् सोपाने भवति तत्र अवश्यम् अस्माभिः अपवादसूत्राणां चिन्तनम् अपि करणीयम्. सो यदा वयं दिव्धातुः अथवा लिखधातुः प्लस् शत्र कुर्मः, शत्रुप्रत्ययः कुर्मः, तत्र कर्तरि शप् इति सूत्रस्य प्रसक्तिः भवति बिकास् शत्रुप्रत्ययः शित् अस्ति, सार्वधातुक् अस्ति, अपि च कर्तर्थे अस्ति, अतः कर्तरि शप् इत्यस्य प्रसक्तिः भवति. वयं परन्तु वयं जानीमः तत्र शप् न आगन्तुं शक्यते. तत्र शप् कृत्य शप् प्रत्ययस्य कृते अपवादसूत्रम् अस्ति. लिखधातुः तुदादिगणस्य धातुः, सो तुदादिभ्यः शः इति सूत्रेण शप् प्रबाद्य तत्र श प्रत्ययः विहितः भवति. अतः यदा तत्र कस्यचित् उत्सर्गसूत्रस्य वयं विषये चिन्तनं कुर्मः अवश्यम् अस्माभिः तत्र अपवादसूत्राणां ज्ञानम् अस्ति चेदेव वयं तत्र प्रक्रिया तत्र सम्यक्तया वयं तत्र प्रक्रिया कर्तुं शक्यते. सो कर्तरि शप् इत्यनेन सर्वत्र तत्र सार्वधातुकृत् प्रत्ययेषु केवलं कर्तरि शप् इत्यस्य प्रसक्तिः न भवति, शबादयः विकरणप्रत्ययाः विहिताः. न केवलं शप् इति लिखितमस्ति, तत्र दिवादिभ्यः शन्, तुदादिभ्यः शः, तनादिकृन्भ्यः उः, एतेषां सूत्राणां प्रसक्तिः अपि भवति बिकास् एतेषां विकरणप्रत्ययानां कृते अपि तत्र निमित्तं समानं सार्वधातु कर्तरि, सार्वधातुके कर्तरि. अतः तत्र अपवादसूत्राणां कर्तरि शप् इति सूत्रस्य कृते यानि अपवादसूत्राणि सन्ति तेषां ज्ञानम् अपि आवश्यकं, तदा एव वयं प्रक्रियाविषये तत्र चिन्तनं सम्यक्तया कर्तुं शक्यते. सो अतः अत्र लिखितं कर्तरि शप् इत्यनेन शप् विकरणप्रत्ययः विहितः भवति इति न लिखितं, शबादयः. सो शवादयः इत्युक्ते तत्र शप् शन् शन् श्ना श्नम् श एते सर्वे प्रत्ययानां तत्र प्रसक्तिः भवति. यदि प्रथमगणस्य धातुः अस्ति तत्र तु केवलं कर्तरि शप्, परन्तु यदि कोऽपि अन्यगणस्य, अतः तत्र धातुगणानां रूपभेदः भवति. यदि सर्वत्र शप् एव आयाति चेत् तत्र कोऽपि रूपभेदः न भवितुं शक्नोति, परन्तु वयं जानीमः सर्वत्र शप् न आगन्तुं शक्यते. कुत्रचित् अस्माभिः शन् योजनीयं, कुत्रचित् श्नं योजनीयम्, अतः तत्र रूपभेदः भवति. यथा लकारेषु रूपभेदः धातुगणाधारीकृत्य रूपभेदः भवति विकरणप्रत्ययस्य कारणेन, तथैव कृत्प्रत्ययेषु अपि विकरणप्रत्ययः, भिन्नभिन्नविकरणप्रत्ययाः सन्ति, अतः गणाधारीकृत्य तत्र रूपभेदाः भवति. यद्यपि धातु प्लस् यत्र धातु प्लस् यत्र सर्वत्र अस्ति, परन्तु तथापि तत्र सार्वधातुप्रक्रियायां तत्र रूपभेदः दृश्यते अन्ततो गत्वा. इदानीं तत्र शत्रुप्रत्ययस्य प्रथमगणस्य विषये अस्ति उदाहरणं, तदपि पठतु भगिनि. शत्रु अनुबन्धलोपे अत्र कस्य कस्य संज्ञा अस्ति अत्र? शकारस्य लशक्व तद्यते इति सूत्रेण इत् भवति. ऋकारस्य उपदेशे अजनासक इत्यति सूत्रेण इत् भवति. अत् अवशिष्यते इत्युक्ते स्वराणां कृते तु एकमेव सूत्रमस्ति सम्पूर्ण इत्संज्ञाप्रकरणे. स्वरस्य कृते एकमेव सूत्रम्, अतः तत्र वक्तुं शक्यते. यद्यपि अत्र अनुनासिकचिह्नं न दृश्यते, परन्तु तथापि अत्र तु ऋकारस्य तु एकं कृते एकमेव सूत्रमस्ति, अतः प्रायशः ऋकारः अनुनासिक भवेत्, तदा एव तस्य इत्संज्ञा भवितुं शक्नोति. अपि च ऋकारः उक् प्रत्याहारस्य वर्णः, इत्युक्ते उक् प्रत्याहारे के के वर्णाः उक् इति प्रत्याहारे? लु लु अपि अस्ति. सो ऋकारः अपि उक् वर्णः. सो दिस् प्रत्यय इस् उगित् प्रत्ययः. एतत् प्रत्ययः अपि उगित् अस्ति. यथा तव तु प्रत्यये उकारस्य इत्संज्ञा अस्ति, तत्र उकारस्य प्रयोजनम् अस्ति, तदपि उगित् प्रत्ययः. शत्रुप्रत्ययः अपि उगित् प्रत्ययः. वयं जानीमः उगित् प्रत्ययेषु किञ्चित् विशिष्टकार्यं भवति, तत्र नुमागमः भवति. सो अत्र अपि नुमागमः भवति, इत्युक्ते सर्वनां स्थानसंज्ञाप्रत्यये परे तत्र प्रायशः अत्रापि नुमागमः भवति. तत् अग्रे पश्यामः, परन्तु अत्र ऋकारस्य शकारस्य अपि प्रयोजनं, यः इत् भवति शकारस्य तेन प्रत्ययः सार्वधातुकसंज्ञक भवति, अपि च ऋकारस्य अपि अत्र प्रयोजनम् अस्ति. ऋकारः अनुनासिक अस्ति, तेन किं भवति, एतत् शत्रुप्रत्ययः उगित् भवति. सो प्रायशः अत्र यदा तत्र अस्माभिः उपरि पठितं सर्वे कृत्प्रत्ययाः कुत्र सुबन्धाः एव कर्तर्थे कुत्रचित् पठितं न उपरि. सो ये कृदन्ताः तेषां कृते प्रातिपदिक इति संज्ञा भवति. सो एतदपि कृत्प्रत्ययः. सो यदा तत्र धातु प्लस् शत्रु कुर्मः तत्र यः रूपं निष्पद्यते सः कृदन्तरूपम् अस्ति. सो तस्य कृते अपि प्रातिपदिक इति संज्ञा. प्रातिपदिकसंज्ञा अस्ति चेत् पदनिर्माणविषये अस्माभिः तत्र सुप् योजनीयम्. सुप् योजयामः चेत् सुप् प्रत्ययानां कृते सर्वनां स्थानसंज्ञा अस्ति सुड्नपुंसकात्. अतः सुड् अनपुंसकात्. अपि च तत्र सर्वनां स्थानप्रत्ययपरे उगित् यः उगित् शब्दसमूह सन्ति तस्य कृते नुमागमः भवति. सो दिस् एव्रिथिङ्ग् वि शुड् रिमेम्बर् यदा वयं प्रक्रिया विषये तत्र पठामः तत्र इतोपि अधिक तत्र मे बि लिखितम् भगिनि किमर्थम् उगिच् इति वक्तव्यम् इक् एव इक् इक् अपि ऋक् ऋकारः भवति खलु इक् एव वक्तुं शक्यते खलु किमर्थम् उगिच् इति इत्युक्ते भगिनि तत्र सूत्रमस्ति न तादृशम् उगितश्च तत्र इगितश्च सूत्रं नास्ति सो केवलम् उगितानाम् एव तत्र नुमागमः भवति यत्र इकारस्य कृते नुमागमः इष्टं नास्ति अतः उगित् उक्तमस्ति बिकास् अत्र सूत्रं तादृशं न यदि सूत्रम् इगितश्च अस्ति चेत् देन् वी विल् डिस्कस् इक् बट् सूत्रम् इस् उगित् उगितश्च इस् सूत्रम् देट् इस् वै वी आर् डिस्कसिङ्ग् केवलम् उगितानाम् एव नुमागमः अस्ति प्रत्ययेषु इकारस्य मे बि किञ्चित् भिन्नप्रयोजनं परन्तु उक् वर्णानां तु एतत् एव प्रयोजनम् अस्ति तेषां कृते कुत्रचित् सर्वनां स्थानसंज्ञाप्रत्ययपरे नुमागमः इष्टमस्ति अतः वन् सेकेण्ड् धन्यवादः पठतु भगिनि ध्वनिः श्रूयते वा अवशिष्यते भातु भादौ पठतु पाठ भादौ पट् योग अत् कर्तरी शप् इत्यनेन पट् योग शप् योग अत् अनुबन्धलोपे पट् अत् अतो गुणे सूत्रेण पट् योग अत् वर्णमेलने पठत् इति प्रातिपदिकं पुंसि पठन् स्त्रियां पठन्ति इत्युक्ते अत्र यदा वयं पाठ्योग शप् कुर्मः तत्र शप् अपि प्रत्ययः अत् अपि प्रत्ययः सो तत्र प्रकृति प्लस् प्रत्ययः करणीयं सो पठ इति अङ्गं भवति कस्य कृते अत् इत्यस्य कृते सो अत् इत्यस्य कृते पठ इति अङ्गम् अस्ति बिकास् अत्र कोऽपि गुणप्रसङ्गः नास्ति पाठमध्ये कोऽपि गुणप्रसङ्गः नास्ति यदि गुणप्रसङ्गः अस्ति चेत् शप् निमित्तीकृते गुणः भवति परन्तु पठधातुः कोऽपि गुणवर्णः एव नास्ति अतः अत्र किमपि न भवति पठ इति अङ्गं भवति अनन्तरम् अत् पुनः अस्ति सो अ प्लस् अ अस्ति सो तत्र अतोगुणे सो अतोगुणे इति सूत्रम् अस्माभिः पठितं वा कुत्रचित् पूर्वस्मिन् करपत्रे किं वदति अतोगुणे इति सूत्रम् अट् परे ह्रस्वकारस्य परे गुणवर्णः अस्ति चेत् पूर्वपरयोगवर्ण एव एकादेशः भवति अपि च अत्र किं मुख्यमस्ति अत्र अपदान्त इति अपि अत्र अहं चिन्तयामि अनुवृत्तिः अस्ति परन् नो चेत् इति नास्ति सवर्ण अकः सवर्णे दीर्घः इति सूत्रं तु सामान्यसूत्रमस्ति तत्र किमपि न उक्तं पदान्ते वा अपदान्ते वा इति किमपि न लिखितं सो अत्र पठ प्लस् अत् इत्यस्मिन् सोपाने अपि अकः सवर्णे दीर्घः इति सूत्रम् आगत्य वदति मम कार्यक्षेत्रं बट् दिस् अतोगुणे इति सूत्रम् आगत्य वदति न अत्र तु मया एव कार्यक्षेत्रम् अस्ति किमर्थं चेत् अतः वयं किं वदामः सो केन न्यायेन अत्र अतोगुणः इति अते अतो गुणे इति सूत्रं बलवत् भवति. अपवाद सूत्रं अकः सवर्णे दीर्घः इति सूत्रं सूत्रस्य कृते अतो गुणे इति सूत्रम् अपवाद सूत्रं बिकास् अत्र एकं विशिष्ट पदमस्ति अपदान्त. सो यदि अपदान्तविषये अत्र अपदान्तविषयः अस्ति तत्र यदि ह्रस्वाकारस्य परे गुणवर्णस्य अनन्तरं तत्र अतो गुणे इति सूत्रं कार्यं न कर्तुं शक्यते चेत् एतत् सूत्रं निरावकाशः भवति. अतः अपवाद सूत्रम् अस्ति. निरावकाशः अपवादस्य बीजम् इति तत्र लक्षणम् अस्ति अपवाद सूत्रस्य. कोऽपि अष्टाध्यायी ग्रन्थस्य कोऽपि सूत्रं निरावकाशः मा भवेत् तस्य कृते एव तत्र एतादृशः अपवादस्य लक्षणं दत्तमस्ति. सो अकः सवर्णे दीर्घः स्वयं कस्य अपवाद सूत्रम् इको यानचि इको यानचि इत्यस्य कृते अकः सवर्णे दीर्घः इति सूत्रम् अपवाद सूत्रम् अस्ति. अपि च वृद्धिरेचि इति सूत्रमपि सि अत्र इकोयानचि इति सूत्रं वदति इक्वर्णस्य अचि परे इक्वर्णस्य अचि परे तत्र अचि इति निमित्तम् अस्ति. सो इक्वर्णस्य परे अच्वर्णः अस्ति चेत् तत्र यन् आदेशः करणीयम्. सो इको यन् अचि इति सूत्र इक् प्रत्याहारे तत्र इ आरभ्य स्वराः सन्ति. सो ई प्लस् ई कुर्मः चेत् सि ई प्लस् ई कुर्मः चेत् ई इकवर्णः इकारः अच्वर्णः. सो अत्र इको यनचि इति सूत्रस्यापि प्रसक्तिः भवति. अपि च कस्य सूत्रस्य प्रसक्तिः भवति यदा तत्र ई प्लस् ई अस्ति सवर्णदीर्घः. सो सवर्णदीर्घः इति सूत्रं वदति सवर्णस्य अक् प्रत्याहारस्य वर्णः अकः सवर्णदीर्घः. परे कोऽपि सवर्ण अच् अस्ति चेत् तत्र दीर्घ आदेशः करणीयं. सो अत्र अपि द्वयोः सूत्रयोः मध्ये सङ्घर्षः भवति. इको यनचि सूत्रं वदति न अत्र इकारस्य यनादेशः करणीयं बिकास् सूत्र महर्षिणा तत्र अचि इति निमित्तं दत्तम्. सो इकारः अपि अचुवर्णः अस्ति परन्तु अकः सवर्णदीर्घः इति सूत्रम् आगत्य वदति न अत्र तु मम कार्यक्षेत्रमस्ति सवर्णवर्णः परे अस्ति अत्र. सो इको यनचि इत्यस्य कृते अकः सवर्णदीर्घः इति सूत्रम् अपवाद सूत्रं भवति. सिमिलर्लि इको यनचि इत्यस्य कृते वृद्धिरेचि सूत्रमपि अपवाद सूत्रम् अस्ति. बट् इको अकः सवर्णदीर्घः इत्यस्य कृते तु अतो गुणे इति सूत्रम् अपवाद सूत्रं. सो सर्वदा यदा तत् सम्बन्धविषये वयं वदामः तत्र द्वयोः सूत्रयोः मध्ये कः सम्बन्धः इति तत्र सर्वदा तादृशचिन्तनं भवति. सो अकः सवर्णदीर्घः इति सूत्रम् इको यनचि इत्यस्य कृते अपवाद सूत्रम् परन्तु अकः सवर्णदीर्घः इति सूत्रस्य कृते तु अतो गुणे इति अपवाद सूत्रम् अस्ति. सो वि शुड् नो द लिङ्क् बिट्वीन् तत्र सूत्राणां विषये कः सम्बन्धः इति अस्माभिः तत्र सम्यक्तया तस्य ज्ञानम् आवश्यकं भवेत्. तदा एव वयं तत्र प्रक्रियाविषये चिन्तनं सम्यक्तया चिन्तनं कर्तुं शक्यते. सो अत्र अतो गुणे इति सूत्रे कुत्रचित् पूर्वसूत्रात् अपदान्त. सो अतः यः अत्र अस्ति तत्र अपदान्त अतः इति विषय. सो अपदान्त ह्रस्वाकारस्य परे कोऽपि गुणवर्णः अस्ति चेत् पूर्वपरयोः द्वयोः गुणादेशः एकः गुणादेशः एव तत्र भवति. अतः अत्र पठ योग अत् कुर्मः चेत् तत्र यः परे अत् गुणवर्णः अस्ति तदेव तिष्ठति. द्वयोः मिलित्वा एकमेव आदेशः भवति, अतः पठत् इति प्रातिपदिकम्. सो अत्र केन सूत्रेण प्रातिपदिकसंज्ञा भवति पठत् इत्यस्य कृते? अपि च मूल प्रातिपदिकसंज्ञासूत्रं किमस्ति? तस्य पूर्वे एव कृत् तद्यत् समासाः च इति सूत्रस्य पूर्वे एव तत्र एकम् अन्यत् सूत्रमस्ति येन प्रातिपदिकसंज्ञा भवति. अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम्, अनन्तरं वदति साक्षात् अनन्तरं वदति तत्र कृत् तद्यत् समासाः च. सो कृत् तद्यत् समासाः च तेषां कृते अपि प्रातिपदिक् इति संज्ञा. अस्तु. सो अत्र लिखितं पुंसि बिकास् इट् इस् अ प्रातिपदिकं. सो त्रिषु लिङ्गेषु रूपं सम्भवति अत्र, न केवलं स्त्रियां पुंसि, तत्र नपुंसकलिङ्गे अपि रूपम् अस्ति, पठतेव रूपम् अस्ति. सो अतः अत्र सि अत्र पठन् अपि च पठन्ति. सो नकारः अत्र श्रूयते बिकास् दिस् इस् अन् उगित्. अहं चिन्तयामि तत्र एकं करपत्रम् अस्ति. तत्र शौनच् प्रक्रिया चिन्तनं शत्रन्तानां सुबन्तनिर्माणम् अत्र सूत्राणाम् उल्लेखः अस्ति वा? आम्, अत्र पश्यतु उगिताचां सर्वनाम स्थाने अधातोः. अनेन सूत्रेण ये उगित् सन्ति तेषां कृते तत्र नुमागमः भवति. सो शत्रु अपि उगित् अस्ति, तव तु अपि उगित् अस्ति, तेषां कृते so if you are interested go through this karpatra, but after finishing our this karpatra maybe we will go to this shatrantanam subanta nirmanam. Ye shatrant rupani santi, shatrant pratipadik yani santi tesham agre tatra trishu lingeshu tatra rupasya siddhihi katham bhavati, rupasiddhihi katham bhavati. अहं चिन्तयामि अत्र अस्मिन् करपत्रे दत्तम् अस्ति. सो प्रायशः अत्र सूत्राणि अपि सन्ति उग्यताचां सर्वनां स्थाने अधातोः अपि च नपुंसकस्य जलस च. पश्यतु वा नपुंसके. सो अत्र यद्यपि अत्र रूपाणां विषये किमपि न उक्तं कथं नुमागमः केन सूत्रेण नुमागमः भवति, परन्तु तत्र एकं करपत्रम् अस्ति. सो इफ् इण्ट्रेस्टेड् वी केन् after finishing this karpatra. So atra to overview eva dattam asti, prakriya visheye kevalam ekam overview asti atra. Atah atra likhitam. So atra kevalam krit pratyaya visheye katham sarvadhatuk prakriya api cha ardhadhatuk prakriya tadeva tatra chintanam asmin karpatre asti. Yadi ichhanti chet वयं तत्र शत्रन्तानां रूपनिर्माणं कथं भवति, पठन् इति अत्र नकारः केन सूत्रेण आयाति, पठन्ति इति अत्रापि नकारः केन सूत्रेण आयाति, तदपि इच्छन्ति चेत् वयं तत्र तस्य करपत्रस्य विषये एतस्य करपत्रस्य अनन्तरं वयं तत्र शक्यते तत् पठितुं शक्यते. सो पठति ते प्रातिपदिकम् अस्ति. अधातौ अपि पठतु भगिनि एकवारम्. अधातौ वच् योग अत् कर्तरि शप् वच् योग शप् योग अत् अधिप्रभृतिभ्यः शपः इत्यनेन शपः लुक् लोपः वच् योग अत् वचत् वचन् वचति. अत्र वचति इति रूपम् अस्ति. सो अदादौ स्त्रियां नुमागमः न भवति प्रायशः. अतः एव बिकास् नुमागमः केषुचित् भुवादिगणे चुरादिगमे नित्यम् अस्ति. अन्येषु गणेषु स्त्रियाम् इत्युक्ते स्त्रियां नुमागमस्य तत्र विकल्पः अस्ति, इत्युक्ते नुमागमः न भवति प्रायशः. दट्स् वै ऐ एम् सेयिङ्ग् दट् शत्रन्तरूपाणां तत्र निर्माणं कथं भवति. भिन्नभिन्नगणेषु कस्मिन् गणे नुमागमः अनिश्चयेन नित्येन भवति, तत् तस्य ज्ञानमपि आवश्यकम् अस्ति. सो अदादौ स्त्रियां नुमागमस्य निषेधः अस्ति, नुमागमः न भवति. अतः वचन् पुंसि तु भवति परन्तु स्त्रियां न श्रूयते, वचति एव रूपम् अस्ति. सो अन्लेस् वि नो द सूत्रास् वी के नाट् रिमेम्बर् देट्. सो दिस् इस् द सेकेण्ड् गणः, अदादिगणः. अपि च अधिप्रभृतिभ्यः शप् इति सूत्रं तत्र तृतीयाध्यायेन सन्ति, तथैव तत्र यः जुहोत्यादिभ्यः शप् श्लू इति सूत्रम् अस्ति तदपि तृतीयाध्यायेन अस्ति. एतत्तु लुक् प्रकरणे अस्ति. अधिप्रभृतिभ्यः शप् लुकः इति सूत्रं द्वितीयाध्याये चतुर्थपादे अस्ति. सो दिस् इस् नाट् एन् अपवाद् सूत्रं फार् कर्तरि शप्. अत्र कर्तरि शप् इति सूत्रेण शप् आयाति. प्रथमसोपाने शप् विहितः भवति बिकास् अदादौ कोऽपि अपवाद् सूत्रं नास्ति कर्तरि शप् इति सूत्रस्य कृते. अतः शप् आयाति. एकवारं शप् आयाति चेत् अनन्तरम् अधिप्रभृतिभ्यः शप् इति सूत्रेण शप् प्रत्ययस्य लुक् भवति. शपायाति नेक्स्ट् सोपाने तत्र शपितस्य लुक् भवति अनेन सूत्रेण, बिकास् वच् इति धातुः अद् इति अद् प्रभृतिभ्यः इत्युक्ते अद् आरभ्य. सो अदादिगणस्य धातूनां कृते एव एतत् सूत्रम् अस्ति. सो तत्र शपप्रत्ययः यः कर्तरि शप् इत्यनेन यः शपायाति तस्य अनन्तरं तत्र लुक् भवति. अतः लुक् भवति चेत् तत्र तस्य सम्पूर्णतया लोपः भवति, अतः किमपि न अवशिष्यते. सो वचत् एव प्रातिपदिकम् अस्ति. जुहोत्यादिभिः विषये पठतु भगिनि. जुहोत्यादौ जुहोत्यादौ दा योग अत् कर्तरि शप् दा योग शप् योग अत् जुहोत्यादिभ्यः श्लुः इत्यनेन शपः श्लुः लोपः ददत् भवति. ददत् ददति नाभ्यस्ताश्चतुः इत्यनेन नाभ्यस्तात् चतुः इत्यनेन अभ्यस्तसंज्ञकात् शत्रुप्रत्ययः नुमागमो न भवति. अत्र केन सूत्रेण द्वित्वं भवति? ददत् इति अभ्यस्ताङ्गम् अस्ति, अत्र द्वित्वं श्रूयते. ददत् इति अभ्यस्ताङ्गम्. अभ्यस्त् इत्युक्ते भगिनि स्मारयति वा? द्वित्वं यत् भवति द्वयोः मिलित्वा अभ्यस्तसंज्ञः अस्ति. सूत्रं किम्? सूत्रम् विस्मृतवती. कोऽपि सहायता करोतु, अन्य कोऽपि वदतु. अथ अपि च अत्र केन सूत्रेण द्वित्वं भवति भगिनि? श्लुः इति. श्लौ श्लुः कथमस्ति? श्लौ सप्तमी. सो यदा तत्र शप्रत्ययस्य श्लू इत्यनेन श्लू इति लोपसंज्ञा भवति तदा श्लौ सो यत्र प्रत्ययस्य श्लौ इत्यनेन श्लू इत्यनेन लोपः भवति तत्र श्लौ विषये श्लौ इत्युक्ते विषयसप्तमी अस्ति सो श्लौ विषये तत्र धातोः द्वित्वं भवति अपि च अत्र द्वित्वं केन सूत्रेण भवति अवयवस्य भवति वा द्वितीय एकाच् अवयवस्य भवति अत्र एकाच् अस्ति एकाचौ द्वे प्रथमस्य अत्र अत्र अजादिप्रत्ययः अजादिधातु नास्ति अतः एकाचो द्वे प्रथमस्य च सूत्रेण एव द्वित्वं भवति अपि च अत्र शप् प्रत्ययस्य श्लू इत्यनेन लोपः भवति अतः द्वित्वं सो यत्र सो अत्र श्लौ इति सूत्रे श्लौ इति विधिसूत्रमस्ति श्लौ सूत्रेण तत्र धातोः द्वित्वं भवति सो अत्र श्लौ इत्यनेन द्वित्वम् अनन्तरं द्वित्वं केन सूत्रेण भवति एकाचो द्वे प्रथमस्य अतः अत्र दादा भवति प्रथमे दादा भवति अनन्तरं तत्र ददा भवति अनन्तरं तत्र ददा योग अत् अस्ति चेत् ददा योग दिस् अकारः अस्ति चेत् किमपि अन्यत् सूत्राणि भवति चेत् ददत् इति प्रातिपदिकं ददत् इति प्रातिपदिकम् अपि च वाट् वेर् वि डिस्कसिङ्ग् ज्योत्याति अभ्यस्त इति अभ्यस्त पूर्व अभ्यस्तम् अपि च उभे अभ्यस्तम् उभे अभ्यस्त सो उभे अभ्यस्तम् इति सूत्रेण अत्र धदत् इत्यस्य कृते तत्र अभ्यस्तसंज्ञा अस्ति अतः अभ्यस्तसंज्ञक् परे तत्र शत्रुप्रत्ययस्य छतुः इत्यत्र शत्रुप्रत्ययस्य नुमागमस्य निषेधः अस्ति एतत् निषेधकसूत्रम् अत्र दत्तं न अभ्यस्तात् छतुः न अभ्यस्तात् छतुः इत्युक्ते यदा तत्र कोऽपि अभ्यस्ताङ्गम् अस्ति अभ्यस्तसंज्ञा केवलं द्वित्वविषये एव न भवति तत्र एकम् अन्यत् सूत्रमस्ति न अस्माभिः पठितं द्वित्वप्रकरणे जक्षितादयः षट् सो जक्षितादयः षट् इति सूत्रे तत्र केचन धातवः सन्ति सप्तधातवः सन्ति जक्ष जाग्र दरिद्रा चकास् शास् दीदिङ् वेविङ् एतेषां सर्वेषां कृते तत्र अभ्यस्तसंज्ञा अनेन सूत्रेण अध्यारोपिते सो यद्यपि तत्र द्वित्वं न श्रूयते तथापि तत्र तेषां कृते अभ्यस्तसंज्ञा अस्ति सो वेन्दसूत्रस्य न अभ्यस्तात् छतुः येन केनापि कारणेन तस्य कृते कस्यचित् वर्णशब्दसमूहस्य कृते अभ्यस्तसंज्ञा अस्ति तदा तस्य परे शत्रुप्रत्ययः योजयामः चेत् तत्र शत्रु नुमागमस्य निषेधः अस्ति इति नुमागम निषेधकसूत्रम् अस्ति सो न केवलं यत्र द्वित्वं भवति तत्र तु उभे अभ्यस्तम् इति सूत्रेण द्वयोः मिलित्वा तत्र अभ्यस्तसंज्ञा भवति परन्तु वयं जानीमः तत्र अन्येषां कृते अपि द्वित्वं विना अपि तेषां कृते तु अभ्यस्तसंज्ञा अस्ति अतः यत् यत्किमपि शब्दसमूह अभ्यस्तसंज्ञक अस्ति तस्य परे शत्रु योजयामः चेत् तत्र सि जुहत्यादिगणे तु द्वित्वं भवति सर्वेषां धातूनां कृते सार्वधातुप्रक्रियायां यदा शप् आयाति तदा द्वित्वं भवति यदा आर्धधातुप्रक्रिया अस्ति तत्र द्वित्वं न भवति केवलं यत्र शप्रत्ययस्य श्लू भवति तत्र एव द्वित्वं भवति that is the difference we have to understand what is sarvadhatu prakriya and ardhadhatu prakriya sarvadhatu prakriya yam eva shabadayah agantum shakyate because shabadayasi krite kartari sarvadhatu ke iti nimitam asti parantu ardhadhatu prateshu shabadayah na ayanti so shapeva na ayati che tasya shlukatham bhavitum shaknoti यदा शप् आयाति तदा एव तस्य श्लू भवति अतः केवलं सार्वधातुप्रक्रियायाम् एव जुहोत्यादिगणे ये धातवः सन्ति तेषां कृते द्वित्वं भवति, आर्धधातुप्रक्रियायां तु न भवति. अस्माभिः एतत् कुत्रचित् पूर्वे अपि एक चिन्तनं कृतं. सो यदा वयं तत्र दाधातुविषये पश्यामः, दाधातु यद्यपि डुदायिधातुः जुहोत्यादिगणस्य धातु अस्ति, तृतीयगणस्य धातु अस्ति, परन्तु तथापि तत्र लिट् लिट् लकारे तु द्वित्वं भवति. लिट् लकारे केन सूत्रेण द्वित्वं भवति? लिटि धातोर् धातोरनभ्यासस्य. सो लिट् विषये तु सर्वेषां धातूनां द्वित्वं भवति, परन्तु यदि वयं लृट् लकारः पश्यामः, सि अत्र लृट् लकारः अस्ति, लृट् लकारः आर्धधातुकलकारः, बिकास् तत्र स्य प्रत्ययः मध्ये आयाति, ति इत्यस्य पूर्वे एव स्य विहितः भवति. सो स्य तु आर्धधातुक अस्ति, तिङ् नास्ति, शित् नास्ति, तेन कारणेन लृट् लकारः आर्धधातुकलकारः. सो तत्र द्वित्वं न श्रूयते, तत्र दास्यति एव रूपमस्ति, अत्र ददा न भवति, बिकास् अत्र शप् एव न आयाति. शप् न आयाति चेत् तस्य श्लू न भवति, श्लू न भवति चेत् तत्र द्वित्वमपि न भवति, श्लौ इत्यस्य प्रसक्तिः अपि नास्ति. सो सर्वत्र सर्वे जुहोत्यादिगण्यस्य ये धातवः सन्ति सर्वेषु लकारेषु द्वित्वं भवति इति तु नास्ति. सो केवलं लट् लोट् लङ् विधिलिङ् लकारेषु एव द्वित्वं श्रूयते. लट् इति ददाति, लोट् कुत्र अस्ति, लोट् इति ददतात्, ददातु इति रूपम् अस्ति. लङ् लकारे अपि अददात्, विधिलिङ् लकारे अपि दद्यात्, परन्तु अन्येषु लकारेषु तत्र द्वित्वं न श्रूयते, बिकास् तत्र तु अर्धधातुप्रक्रिया अस्ति, शप् तत्र न आगन्तुं शक्यते. सो केवलं ये धातवः दिवा जुहोत्यादिगणे सन्ति तत्र सर्वदा द्वित्वं भवति इति नास्ति, केवलं सार्वधातुप्रक्रियायां. सो दायोग त्वा कुर्मः चेत् तत्रापि द्वित्वं न भवति, बिकास् त्वा प्रत्ययः अर्धधातुप्रत्ययः, तत्र तु शवादयः न आगन्तुं शक्यते, शप् एव न भीतः भवति. शप् नायाति चेत् श्लू न भवति, श्लू न भवति चेत् द्वित्वमपि न भवति, तत्रापि द्वित्वं नास्ति. केवलं सार्वधातुप्रक्रियायाम् एव जुहोत्यादिगणे ये धातवः सन्ति तेषां विषये द्वित्वं भवति. अपि च लिटि लिटि लिट् प्रत्यये तु सर्वेषां धातु, वेदर् देट् इस् भुवादिगणस्य अदादिगणस्य, बिकास् तत्र सूत्रमेव तादृशम् अस्ति, लिटि धातो अनभ्यासस्य. सो लिट् लकारस्य विषये धातोः तत्र यदि तत्र अभ्यासः इत्युक्ते यदि तत्र द्वित्वं न पूर्वे न केनचित् कारणेन अभवत् तत्र द्वित्वं भवति, अनभ्यासधातोः द्वित्वं भवति लिटि परे. सो लिट् लकारः तु सर्वेषां धातोः अनन्तरं तस्य प्रयोजनम् अस्ति. सो सर्वत्र लिट् लिट् लकारे तत्र बहुत्र द्वित्वं श्रूयते, तत्तु भिन्नसूत्रम् अस्ति, परन्तु जुहोत्यादिगणे केवलं सार्वधातुप्रक्रियायाम् एव द्वित्वं भवति. सो यद्यपि शत्र इति कृत् प्रत्ययः, परन्तु सार्वधातुक अस्ति, कर्तरिप्रयोगे अस्ति, अतः तत्र शप् आयाति, शप् अनन्तरं तस्य श्लू भवति, श्लौ इति सूत्रेण द्वित्वं भवति, द्वित्वम् अनन्तरं तत्र अभ्यस्तसंज्ञा तस्य कृते भवति. सो अभ्यस्त अङ्गस्य अनन्तरं तत्र शत्रुप्रत्ययस्य नुमागमः नुमागमस्य निषेधः अस्ति. इत्यपि अस्माभिः तत्र, अतः जुहोत्यादिगणे अपि सार्वधातुप्रक्रियायां तत्र शत्रुविषये नुमागमः न भवति, ददत् अपि च ददति एव रूपम् अस्ति. कोऽपि प्रश्नः अस्ति वा? सर्वैः अवगतम्? अवगतं. चन्द्रमा इति भगिनि अग्रे पठतु भगिनि द्विवादौ नो चेत् के वि महोदय अग्रे पठतु महोदय नमस्कारः नमस्ते महोदय द्विवादौ नश् योग अत् कर्तरि शप् इत्यनेन नश् योग शप् योग अत् द्विवादिभ्यः शन् इत्यनेन शपं प्रबाद्य शन् शपं प्रबाद्य शन् सो नश् योग शन् योग अत् अनुबन्धलोपे नश् योग य य योग अत् योग एण्ड् नश् योग वर्णमेलनेन नश् योग अत् अतो गुणे इत्यनेन नश् योग अत् नश्यत् रूपं प्रातिपदिकं नश्यन् नश्यन्ति पुल्लिङ्ग् च स्त्रीलिङ्गे सो हियर् सेस् द्विवादौ नश् नश् धातो द्विवादे द्विवादिगणस्य मध्ये अस्ति तत्र तत्रन्तरूपं विवक्षा अस्ति चेत् अत् अनुबन्धलोपे शत्र प्रत्ययस्य अत् रूपम् अवशिष्यते सो शत्रन्त षित् अस्ति अतः सार्वधातुक अस्ति अतः कर्तरि शप् इत्यनेन नश् योग शप् मध्ये शप् आयाति नश् योग शप् योग अत् यद्यपि अत्र शप् लिखितम् अस्ति परन्तु यदा नश् योग अत् अस्ति तत्र कर्तरि शप् इत्यस्य सूत्रस्य प्रसक्तिः अपि भवति निवादिभ्यः शन् इति सूत्रस्य अपि प्रसक्तिः भवति सो अत्र उत्सर्ग अपवाद सम्बन्धः अस्ति अतः अपवाद सूत्रमेव बलवत् भवति इत्युक्ते शप् न आयाति शप् प्रबाद्य शन् आयाति अपि च शत्रुप्रत्ययः शित् अस्ति तेन कारणेन सार्वधातुकसंज्ञक अस्ति अपि च कर्तरिप्रयोगे अस्ति शत्रुप्रत्ययः कर्तरिप्रयोगे एव अस्ति इति उपरि अस्माभिः पठितम् सो शत्रुप्रत्ययस्य कृते कर्तरिकृत् इति सूत्रे सूत्र आधारीकृत्य कोऽपि तत्र अपवादसूत्रं नास्ति सो शत्रुप्रत्ययः कर्तरिप्रयोगे एव भवति वाट् डस् देट् मीन् देट् मीन्स् देट् वट् एवर् रूपम् अत्र अस्ति नश्यन् अपि च नश्यन्ति दिस् विल् टेल् अस् अबौट् द कर्ता ओन्ली बिकास् शत्रुप्रत्ययः केवलं कर्तरिप्रयोगे अस्ति सो देट् इस् वै दिस् बिकम्स् एन् अड्जेक्टिव् टु द कर्ता नश्यन् बालकः इत्युक्ते सम्बडि हू इस् डूयिङ्ग् द नाशः इट् विल् बि कीदृशबालकः नश्यन् बालकः सो दिस् विल् बि एन् अड्जेक्टिव् फार् द कर्ता बिकास् शत्रुप्रत्ययः कर्तरिप्रयोगे एव भवति शप् प्रत्ययस्य विधियार्थं न केवलं सार्वधातुप्रत्ययः आवश्यकम् अपि च सः प्रत्ययः कर्तरिप्रयोगे अपि भवेत् तदा एव शप् आगन्तुं शक्यते केवलं सार्वधातुक अस्ति इति एनफ् नास्ति कर्तरिप्रयोगे अपि सः प्रत्ययः भवेत् अतः तदा एव द्विवादिभ्यः शन् इति वयं तत्र योजयितुं शक्नुमः अग्रे वदतु सो नश् योग शन् योग अत् तत्र अनुबन्धलोपे य एव अवशिष्यते, अतः नश् योगा य योगा अत् यकार य यकार अकार अस्ति, अत् आदि आदिवर्णः अकारः अस्ति, अत्र द्वयोः वाट् यु काल् इट् ह्रस्वाकारस्य परे पुनः ह्रस्वाकारस्य परे अकारः अस्ति, अत्र अतो गुण गुणे कार्यं करोति, सवर्णदीर्घ न कार्यं करोति अतो अतो गुणे, बिकास् अपदान्त अकारः अस्ति, अपदान्त अकारः अस्ति, अतः अतो गुणे कार्यं करोति, अतः नश् योगा अत् अवशिष्यते, वर्णमेलनेन नश्यत् प्रातिपदिकम् अस्ति. अतो गुणे इति सूत्रे किं विष्कः कः विशेषः महोदय? गुणे इति अनेन किं किमर्थं गुणे इति लिखितमस्ति? गुण वर्णः ए ओ इत्युक्ते गुणे इति कीदृश, अत्र का विभक्ति गुणे सप्तमी, सो गुणे वर्णे परे एव कार्यमस्ति. सो गुण सो इट् इस् द आफ् य विच् वर्णे इत्युक्ते अतिथिः परे अस्ति, अतिथिः निमित्तम् अस्ति अकारः, ह्रस्व अकारः गुणवर्णः, अतः अतोगुणे इति सूत्रस्य प्रसक्तिः. सपोज् अत्र नश्य योग इत् अस्ति, तत्र अतोगुणे इति सूत्रं कार्यं न कर्तुं शक्यते, इकारः गुणवर्णः नास्ति. यद्यपि अपदान्त अत् अस्ति, तथापि तत्र परे गुणवर्णः भवेत् तदा एव अतोगुणे इति सूत्रं कार्यं कर्तुं शक्यते. गुणवर्णः अकारः एकारः ओकारः, अतः अतोगुणे इति सूत्रस्य प्रसक्तिः. अत्र गुणे इति लिखितमस्ति, गुणे परे एव अतोगुणे इति सूत्रस्य प्रसक्तिः भवति. सो अपदान्त ह्रस्व अकारस्य परे गुणवर्णः अस्ति चेदेव पूर्वपरयोः एकगुणादेशः भवति इति सूत्रं वदति. अकारः न केवलं ह्रस्व अकारः, अकारः गुणवर्णः अपि अस्ति. दट् इस् वै अतोगुणे इति सूत्रम् अत्र प्रसक्तः भवति. यदि अपदान्त अकारस्य परे ई उ अस्ति चेत्, रु अस्ति चेत्, तत्र अतोगुणे इति सूत्रस्य कार्यक्षेत्रमेव नास्ति. यद्यपि ह्रस्व दिस् अपदान्त अकारस्य परे अस्ति. सो अपदान्त आकारस्य परे गुणवर्णः अस्ति चेदेव अतोगुणे सूत्रं कार्यं कर्तुं शक्यते. सो इट् इस् नाट् इम्पार्टेण्ट् वेदर् अकार इस् हियर्, इम्पार्टेण्ट् इस् देट् अपदान्त ह्रस्व अकारस्य परे गुणवर्णः अस्ति वा नास्ति. गुणवर्णः अस्ति चेदेव अतोगुणे सूत्रं कार्यं करोति. अकारः गुणवर्णः, अतः अत्र अतोगुणे इति सूत्रस्य कार्यं भूत्वा नश्यत् इति प्रातिपदिकस्य सिद्धिः भवति. सो द्विवादिगणे अपि इदानीं पर्यन्तम् अस्माभिः किं दृष्टं, भुवादौ नुमागमः पुंसि अपि भवति, स्त्रियाम् अपि भवति. अदादौ पुंसि श्रूयते, स्त्रीलिङ्गे न श्रूयते. जिहोत्यादिगणे अभ्यस्ताङ्गमस्ति, तत्र निषेधकसूत्रम् अस्ति, तत्र नुमागमः न भवति. इदानीं द्विवादौ अपि नुमागमः श्रूयते, स्त्रीलिङ्गे अपि श्रूयते पुल्लिङ्गे अपि श्रूयते नश्यन् नश्यन्ति इति प्रातिपदिकं सो टिल् नौ वी सा देट् भुवादौ द्विवादौ नुमागमस्य कोऽपि निषेधः नास्ति नुमागमः भवति यत्र उगित् अस्ति शत्रन्तरूपेषु शत्रन्तरूपेषु नुमागमः द्विवादौ अपि भवति अवगतं वा महोदय धन्यवादः सो गुणे अतो गुणे इति अत्र स्मर्यताम् अत्र गुणे इति निमित्तमस्ति निमित्तसप्तमी अस्ति गुणे परे गुणे वर्णे परे एव कार्यमस्ति अ ए ओ परे एव कार्यमस्ति अपदान्त ह्रस्वाकारः अत्र नश्य इति अपदान्त ह्रस्वाकारः अस्ति सो परे यः वर्णः सः गुणवर्णः अस्ति वा नास्ति तदपि द्रष्टव्यं गुणवर्णः अस्ति चेदेव अतो गुणे इति सूत्रं कार्यं कर्तुं शक्यते अग्रे अपि पठतु महोदय स्वादौ स्वादौ धातुस्य आप् आपयोगा शत्रन्त अनुबन्धरूपे अत् आपयोगा अत् अत्र अपि शत्रन्तप्रत्यय स्थित अस्ति अतः कर्तरि शप् शप् मध्ये आयाति आप् योग शप् योग अत् किन्तु आप् धातु स्वादिभ्यः स्वादिगणस्य धातुः अस्ति अतः तत्र कर्तरि शप् सूत्रस्य प्रभाज्यसूत्रं स्वादिभ्यः शृणुः स्वादिभ्यः शृणु इत्यनेन शपं प्रभाज्य शृणु आयाति सो आप् योग शृणु योग अत् अनुबन्धलोपे शृणु प्रत्ययस्य नु अवशिष्टरूपम् अस्ति आप् योग नु योग अत् वर्णमेलनेन आप्नु योग अत् अत् अत्र वर्णमेलनेन एव आप्नुवत् प्रातिपदिकं दृश्यते किमपि अन्यकार्यं नास्ति अहं चिन्तयामि आप्नुवत् ओ वत् आप्नुवत् उकारस्य हियर् अत् आयाति सो उकारस्य शृणु शृणु प्रत्ययात् अङ्गम् अस्ति चेत् अस्माभिः तत्र किञ्चित् ऐ डोण्ट् रिमेम्बर् इफ् वी हेव् रेड् देट् सूत्रम् एकं सूत्रमस्ति अचि शृणु धातु ब्रुवां युवोर् इयङ् वङ्गौ हेव् वि रेड् दिस् सूत्रम् न पठितम् अनेन सूत्रेण एव कार्यं भवति सो तत्र यदा यदा सि आप्नु आप्नु इति अङ्गम् अस्ति आप्नु इति कीदृश अङ्गं शृणु प्रत्यान्त अङ्गम् अस्ति अन्ते यः नु इति भागः श्रूयते सः शृणु प्रत्ययस्य भागः सो शृणु प्रत्ययान्त अङ्गस्य कृते सूत्रद्वयस्य आवश्यकता भवति शृणु प्रत्ययान्त अङ्गम् अस्ति चेत् तस्य परे अचि शृणु धातु ब्रुवां युवोर् इयङ् उवङ्गौ इति सूत्रम् अस्ति सो अत्र उवङ् इति आदेशः भवति अत्र आप्नुवत् इति अङ्गमस्ति वाट् वास् यु डिस्कसिङ्ग् अचि शृणु धातु ब्रुवां अत्र पश्यतु अचि शृणु धातु ब्रुवां युवोः इयङ् उवङ्गौ अचि इत्युक्ते अजादि प्रत्यये परे अत्र अत् इति किम् अस्ति महोदय अत् इति किम् अस्ति ह्रस्वकारः इत्युक्ते अज् वट् वि आर् डिस्कसिङ्ग् अजादिप्रत्ययः अस्ति अतिते शत्रुप्रत्ययः शित् तु अस्ति परन्तु अपित् अस्ति शत्रुप्रत्यय अजादि अपित् प्रत्ययः अत्र अत् इति अवशिष्टभागः न प्रथमवर्णः अच् वर्णः सो शत्रुप्रत्ययः अजादि अपित् प्रत्ययः अस्ति इत्युक्ते वै वि आर् सेयिङ्ग् अपित् अण्ड् अपित् बिकास् शत्रुप्रत्ययनिमित्तीकृत्य किमपि गुणप्रसङ्गः नास्ति वेन् वि आर् डिस्कस्सिङ्ग् श्नु श्नु इति कीदृश अङ्गमस्ति इगन्ताङ्गमस्ति श्नु इति इगन्ताङ्गमस्ति सो श्नु आप्नु इति यः अस्ति आप्नु आप्नु प्लस् अत् अत् सार्वधातुप्रत्ययः परन्तु अत् इति शत्रुप्रत्ययः अस्ति न परन्तु सार्वधातुक् अपित् अस्ति सो अत्र अत् इत्ये निद्वद् अस्ति सि अत्र आप्नु इति अङ्गे गुणप्रसङ्गः अस्ति इदानीम् अङ्गम् इगन्ताङ्गम् अस्ति अन्ते इक्वर्णः अस्ति सो यदा तत्र आप्नुयोग सि आप्नुयोग ती कुर्मः चेत् सपोज् आप्नुयोग ती कुर्मः This is not good. One second. सपोज् लट् लकारस्य प्रसक्तिः अस्ति चेत् आप् इति धातुः अस्ति सो अधिगणस्य आप् धातुः अस्ति लट् लकारस्य प्रसङ्गः अस्ति एकवचनस्य एकवचनस्य तत्र विवक्षा अस्ति तत्रापि ष्णु इति प्रत्ययः मध्ये आयाति नु इति भागः मध्ये आयाति अत्र आप् विषये कोऽपि गुणप्रसङ्गः नास्ति अपि च ष्णु सार्वधातु कापित अस्ति सो गुणः न भवति आप्नु इति अङ्गं भवति किमपि कार्यं न भवति आप्नु इति अङ्गं भवति अनन्तरं ती इति प्रत्ययः अस्ति ती प्रत्ययः कीदृशप्रत्ययः सार्वधातु सार्वधातु पित् प्रत्ययः सार्वधातु पित् प्रत्ययः सो सार्वधातु पित् प्रत्ययः अस्ति चेत् अत्र इगन्ताङ्गम् अस्ति आप्नु अन्ते उकारः अस्ति सो गुणः भवति गुणः भवति केन सूत्रेण गुणः भवति सार्वधातुकार्धधातुकयो किं भवति आप्नो भवति आप्नु अनन्तरं किमपि कार्यं नास्ति रूपम् अस्ति आप्नोति सो लट् लकार एकवचने आप्नोति एव रूपम् अस्ति बिकास् अत्र तिप् प्रत्ययः सार्वधातु पित् अस्ति सो अचिशुनु धातु ब्रुवाम् इति सूत्रस्य प्रसक्तिः तदा एव भवति यदा तत्र गुणप्रसङ्गः गुणः न भवति यदि गुणस्य प्रसङ्गः अस्ति चेत् गुणः करणीयं गुणः एव करणीयं यदि गुणः न भवति सो देट् इस् वै वि आर् डिस्कसिङ्ग् अजादि अपित् एण्ड् हलादि अपित् सो अत् इति प्रत्ययः इदानीम् आप् अस्ति इदानीम् आप्नु इति अङ्गम् अस्ति प्लस् अत् इति प्रत्ययः अस्ति इत्युक्ते शत्रुप्रत्ययः शत्रुप्रत्ययः शित् तु अस्ति परन्तु पित् नास्ति सो शत्रुप्रत्ययः सार्वधातुक् अपित् प्रत्ययः सार्वधातुक् अपित् प्रत्ययः कथं भवति सार्वधातुक अपित् प्रत्ययः कथम् अस्ति निद्वद् प्रवर्तते निद् इव अस्ति निद् इव अस्ति चेत् यद्यपि अत् अङ्गे गुणप्रसङ्गः अस्ति तथापि गुणः न भवितुं शक्नोति बिकास् निदिव अस्ति किनिति च सूत्रेण अत्र गुणः न भवितुं शक्नोति सो यत्र गुणः न भवति तत्र श्नु प्रत्यान्त अङ्गम् अस्ति चेत् तत्र अचिष्णु धातु ब्रुवाम् इति सूत्रेण तस्य उकारस्य अपि च अत्र अचि सूत्रे एव उक्तम् अचि इत्युक्ते अजादि अपित् प्रत्ययः भवेत् सार्वधातुक अपित् प्रत्ययः भवेत् फस्ट् थिङ्ग् इस् दट् अत्र गुणः न सम्भवति बिकास् अपित् प्रत्ययः अस्ति सेकेण्ड् स्टेज् इस् अजादि अस्ति वा नास्ति आम् अजादि अस्ति अजादि अपित् अस्ति वेन् वी हेव् द विवक्षा आफ् द द्विवचन् तत्र तः इति प्रत्ययः इत्युक्ते तस् इति प्रत्ययः अस्ति तिप् तिप् तस् जि तिप् तस् जि अपि अपित् सार्वधातुक प्रत्ययः परन्तु अजादि नास्ति अत्र किम् अवशिष्यते अत्र सिद्धरूपम् अस्ति तः इति सकारस्य विसर्गादेशः भवति सूत्रद्वये आधारीकृत्य सो अत्र यद्यपि सार्वधातुक अपित् अस्ति परन्तु तथापि अजादि नास्ति हलादि अस्ति सो अत्र आप्नुयोगतः कुर्मः चेत् तत्र अचिष्णु धातु ब्रुवाम् इति सूत्रस्य प्रसङ्गः नास्ति आर् यु अण्डर्स्टाण्डिङ्ग् द डिफ्रेन्स् बिट्वीन् तः एण्ड् अत् सो यदा अजादि अपित् अस्ति अपि च श्नु प्रत्यान्त अस्ति श्नु प्रत्यान्त अङ्गम् अस्ति तत्र अचिष्णु धातु ब्रुवाम् इति सूत्रस्य प्रसक्तिः भवति सो अचिष्णु धातु ब्रुवाम् इति सूत्रं किं वदति श्नु प्रत्यान्ते यः उकारः तस्य उवङ्गादेशः भवति तस्य उवङ्गादेशः भवति उवङ्गादेशः भवति उवङ्गादेशे नकारस्य इत्संज्ञा अस्ति हलन्त अस्ति हलन्त्यम् इति सूत्रेण नकारस्य इत्संज्ञा अस्ति कण्ठ्यनकारस्य इत्संज्ञा अस्ति अपि च यः वकार उत्तरवर्ती अकारः सः उच्चारणार्थम् उच्चारणार्थम् अस्ति चेत् किम् अवशिष्यते उव् अवशिष्यते किम् अवशिष्यते उव् एव अवशिष्टभागः सो श्नु प्रत्यान्त अङ्गस्य यः उकारः तस्य उवङ्गादेशः भवति बिकास् अजादि अपित् प्रत्ययः परे अस्ति सो अतः अत्र उव् आदेशः भवति उव् आदेशः भवति चेत् किं रूपम् उकारस्य उव् आदेशः इदानीम् अत्र पश्यतु आप्नु आप् न प्लस् उ प्लस् अत् अजादि अपित् प्रत्ययः सो अत्र किं भवति इदानीं किमपि कार्यं नास्ति वर्णमेलनम् अस्ति न योग उ नु व युग अ आप्नुवत् इति रूपम् इति प्रातिपदिकम् आप्नुवत् इति प्रातिपदिकं सो अत्र श्नु प्रत्यान्त उकारस्य श्नु प्रत्यान्त उकारस्य उवङ्गादेशः भवति उवङ्गादेश केवलम् उ एव अवशिष्टभागः अस्ति सो उव् उकारः वकारः इकारस्य इयङ्गादेशः इकारस्य इ आदेशः अत्रापि इकारस्य यः धातुः इकारः अस्ति तस्य अजादि अपित् प्रत्ययपरे इयङ्गादेशः भवति परन्तु अत्र साक्षात् श्नु प्रत्ययान्त अपि लिखितमस्ति सूत्रे सो एकवारम् एतत् सूत्रं पश्यतु सेकेण्ड् अचि श्नु श्नु इति सेपरेट्लि दत्तमस्ति श्नु अङ्गं सेपरेट्लि दत्तमस्ति धातु ब्रुवां युवोः युवोः इत्युक्ते इकारवकारयोः द्विवचनमस्ति यु अत्रापि सन्धि भूत्वा इ इत्यस्य यनादेशः भवति, य इति भवति, उकारस्य व भवति. सो युवोः इत्यनेन इकार वकारयोः, इकार उकारयोः किम्, इयङ् वङ् आदेश, इयङ् वङ्गौ द्विवचने अस्ति. सो इयङ् वङ् आदेशः भवति. सो अजादिप्रत्ययपरे श्नु इत्यस्य वन् एकः भागः, धातुसंज्ञकस्य यस्य धातुसंज्ञा अस्ति, तथा ब्रू इत्यस्य ब्रू इत्य अपि ऊ वर्णः अस्ति, दीर्घूकारः अस्ति. ईवर्णात् ऊवर्णात् अङ्गस्य इयङ् उवङ् आदेशौ भवतः इति सूत्रं वदति. सो यत्र धातुः धातुरूपी उकारान्त् इकारान्त् रूपी अङ्गम् अस्ति, तस्य परे कोऽपि अजादि अपित् प्रत्ययः, यत्र गुणः न भवति, अजादि अपित् प्रत्ययः अस्ति, तत्र एतादृशः इयङ् उवङ् आदेशः भवति. अस्य सूत्रस्य अपवाद सूत्रम् अपि अस्ति. उष्णोः सार्वधातुके इत्यस्य का संज्ञा? उष्णोः सार्वधातुके 6487. वाट् वास् द सूत्र संख्या आफ् दिस् सूत्रम्? अचिष्णु धातु ब्रुवा 6477. 76, 77 न अचिष्णु धातु ब्रुवाम् इत्यस्य का संख्या? 77. अचिष्णु धातु ब्रुवां सीव् आल्वेज् रिमेम्बर् दीस् टु सूत्रास् वेन् एवर् वी हेव् स्वादिगणस्य श्नु प्रत्ययात् अङ्गम्. अत्रापि अस्मिन् सूत्रे अपि हुष्णुवोः सार्वधातुके, सो अत्रापि श्नु इति उक्तमस्ति, हु इति धातुः अपि च श्नु प्रत्ययात् अङ्गम्. अत्र लिखितम् असंयोगपूर्वस्य उवर्णस्य अजादि सार्वधातुप्रत्ययपरे यनादेशः भवति. अजादि अत्र पूर्वसूत्रात् अचि इति सूत्रस्य दिस् फ्राम् द अचिष्णु धातु ब्रुवां सूत्र अचि इत्यस्य अनुवृत्तिः अस्ति. परन्तु अत्र कीदृशिष्णु प्रत्ययान्तङ्गम्? असंयोगपूर्वस्य आप्नु इस् संयोगपूर्वकङ्गम्. महोदय किमपि तत्र वदति वा आप्नु विषये? आप्नु इति असंयोगपूर्वक श्नु प्रत्ययात् अङ्गम् अस्ति वा संयोगपूर्वं संयोगपूर्वक श्नु प्रत्ययात् अङ्गम् अस्ति? इस् द क्वश्चन् क्लियर् वाट् ऐ एम् आस्किङ्ग्? वदतु महोदय. आप् नु अत्र हुष्णुवोः सार्वधातुके इति सूत्रस्य किमर्थं प्रसङ्गः नास्ति महोदय, वदतु. आप्नुयोग अत् वदतु. अत्र हुष्णुवोः सार्वधातुके इति सूत्रस्य सूत्रेण उकारस्य यनादेशः किमर्थं न भवति? हुष्णुवोः सार्वधातुके व्हाट डस इट से? अत्र पश्यतु, असंयोगपूर्वस्य उवर्णस्य, उवर्णः यः श्नु प्रत्ययस्य उवर्णः अस्ति, सः असंयोगपूर्वक अस्ति वा संयोगपूर्वक अस्ति? नु इति यः भागः, श्नु इति प्रत्ययस्य यः नु भागः, तस्य पूर्वे संयोगः अस्ति वा नास्ति? संयोग अस्ति न, पकार एव अस्ति. देट् इस् वाट् ऐ एम् आस्किङ्ग् न, देट् इस् वाट् यु हेव् टु से. अत्र उकारः असंयोगपूर्वक नास्ति, संयोगपूर्वक अस्ति. यस्, अत्र यः नु इति भागः तस्य पूर्वे पकार्प इति पकारः एव अस्ति. सो अत्र असंयोगपूर्वक उकारः नास्ति, संयोगपूर्वक उकारः अस्ति. देट् इस् वै अत्र हुष्णुवोः सार्वधातुके इति सूत्रस्य प्रसङ्गः नास्ति. हुष्णुवोः सार्वधातुके इति सूत्रे साक्षात् उक्तमस्ति, असंयोगपूर्वक उकारः अस्ति चेदेव तस्य उकारस्य यनादेश अजादि निमित्तं समानम्. अचिष्णु धातु ब्रुवां सूत्रे अपि अजादि अपित् प्रत्ययः, अस्मिन् सूत्रे अपि निमित्तं समानम्, अजादि सार्वधातुक अपित् प्रत्ययः, अजादि सार्वधातुक अपित् अत्र अस्ति, अजादि सार्वधातुक प्रत्ययः अचिष्णु धातु ब्रुवाम् इत्यपि निमित्तम् अस्ति. परन्तु तत्र किमपि न उक्तं श्नु इति कीदृशः, असंयोगपूर्वक वा संयोगपूर्वक वा, किमपि न तत्र उक्तम्. सो देट् बिकम्स् अ ब्राडर् सूत्रम्, दिस् बिकम्स् अ किञ्चित् लिमिटेड् सूत्रं, बिकास् इट् सेज् असंयोगपूर्वक पूर्वस्य उवर्णस्य एव यनादेशः भवति. सो वेनेवर् यु हेव् स्वादिगणस्य धातुः and you have a sarvadhatu prakriya, tatrito shnu ayati eva, whether that is sarvadhatu lat or sarvadhatu krut prakriya, shnu will come. So whenever shnu comes and you have a shnu pratyantangam, yadi tatra ukarasya gunah na bhavati, tatra adesha dvayasya vicharah karaniyam. Ekam asti uvanga adeshah, द्वितीयम् अस्ति यनादेशः. सो कुत्रचित् यदि असंयोगपूर्वक अस्ति चेत् यनादेशः करणीयं, यदि संयोगपूर्वक अस्ति चेत् उवङ्गादेशः करणीयं. यथा अत्र अस्माभिः उवङ्गादेश कृतम्, अतः आप्नुवत् इति रूपम् अस्ति. सो अचिष्णु धातु ब्रुवां श्नु प्रति स्वादिगणस्य यदा चिन्तनं भवति तदा सर्वदा सूत्रद्वयस्य विचारः करणीयम्. किमस्ति अचिष्णु धातु ब्रुवां युवोर् इयङ् वङ्गौ अपि च हुष्णुवोः सार्वधातुके. हुष्णुवोः सार्वधातुके विल् अप्लै ओन्लि इफ् इट् इस् असंयोगपूर्वक नु प्रत्यादङ्गम्. इफ् इट् इस् संयोगपूर्वक अङ्गं देन् यु हेव् टु डू द उवङ्गादेशः. सो उवङ्गादेशस्य कृते किञ्चित् तत्र अपवादः अस्ति. सः नु प्रत्यादङ्गम् असंयोगपूर्वक वा संयोगपूर्वक, संयोगपूर्वक अस्ति चेत् उवङ्गेव करणीयम्, असंयोगपूर्वक अस्ति चेत् यनादेशः करणीयम्. इत्युक्ते वकारस्य स्थाने व एव आयाति, तत्र उ न श्रूयते. यथा अत्र उदाहरणं दत्तम् एकवारं समाप्य अत्र पश्यन्ति. एतत् इकोयणिचि सूत्रस्य अपवादं वा? कोन् किं? न न एतत् एतत् सूत्रं तु अङ्गस्य अधिकारी अस्ति. इको एनर्जि इति एतत् अङ्गस्य अधिकारी अस्ति. अत्र श्नु प्रत्ययात् अङ्गं भवेत्, अपि च धातुरूपी अङ्गं भवेत्. अत्र प्रत्ययनिमित्तीकृत्य कार्यमस्ति, न तु वर्णनिमित्तीकृत्य कार्यम्. इको एनर्जि इति तु वर्णनिमित्तीकृत कार्यमस्ति. देट् इस् अ ब्राड् सूत्रम्. अत्र किञ्चित् सङ्कोचः भवति, देट् इट् शुड् बि एन् अङ्ग, तस्य कृते अङ्गसंज्ञा अस्ति. इत्युक्ते अङ्गसंज्ञा इत्युक्ते तत्र प्रत्ययनिमित्तीकृत्य कार्यं भवति. यत्र यत् अङ्गकार्यमस्ति तत्र प्रत्ययस्य कारणं, बिकास् प्रत्ययस्य कारणेन एव तस्य अङ्गसंज्ञा भवति. प्रत्ययस्य प्राक् यत् अस्ति तस्य अङ्गमिति संज्ञा अस्ति. सो एतत् सूत्रम् अङ्गस्य अधिकारे अस्ति. 641 आरभ्य एव अङ्गस्य अधिकारः वर्तते. अत्र पश्यतु हू विषये अत्र ची धातुः, ची धातुः स्वादिगणस्य धातु, चिनोति इति रूपम्. ची धातुः अपि श्नु कुर्मः चेत् चिनु, चिनु इति श्नु प्रत्यात् अङ्गम् अस्ति. अपि च अत्रापि अन्ति यः अस्ति, इत्युक्ते जी प्रत्ययस्य जकारस्य अन्तादेशः भवति तिप्तस् जी, बहुवचन प्रथमविभक्ति बहुवचन प्रत्ययः, तत्र अन्ति इति भवति अन्ततो गत्वा, इदानीम् अन्ति कीदृश अस्ति, अजादि अपित् अस्ति, बिकास् लट् लकारेषु तिप् सिप् म्यव् एव पित् प्रत्ययः, अन्य सर्वे अपित् प्रत्ययाः, यद्यपि सार्वधातुकाः तथापि अपित्, सो गुणः न भवति. सो जि अपि अपित् सार्वधातुकप्रत्ययः, तस्य अन्त्यादेशः भवति चेत् नौ इट् बिकम्स् अजादि अपित्. सो अजादि अपित् प्रत्ययः अस्ति, शृणु प्रत्ययात् अङ्गम् अस्ति, परन्तु कीदृश शृणु, दिस् इस् द डिफ्रेन्स् बिट्वीन् आप्नु एण्ड् चिनु. चिनु इस् असंयोगपूर्वक् बिकास् अत्र कोऽपि संयोगः न दृश्यते, चि अपि च नु चिनु. सो अत्र उवङ् आदेशः न भवति, अत्र हुष्णुवोः सार्वधातुके इत्यनेन उकारस्य यनादेशः भवति, इत्युक्ते उकारः अपगच्छति, तस्य स्थाने व इति आदेशः भवति. सो चिन्वन्ति इति रूपम् अस्ति, न तु चिनुवन् चिनुवन्ति, उकारस्य स्थाने यनादेशः भवति अनेन सूत्रेण. सो अत्रापि अचिष्णु धातु ब्रुवाम् इति सूत्रस्य अपवाद् सूत्रम् आगत्य कार्यं करोति. यद्यपि अत्र अचिष्णु धातु इत्यस्य प्रसङ्गः अस्ति, बट् तेन सूत्रेण अत्र कार्यं नास्ति, अत्र तु हुष्णुवोः सार्वधातुके इत्यनेन यनादेशः भवति. सो श्णु प्रत्ययात् अङ्गस्य विषये अजादि अपित् प्रत्ययपरे ऐदर् उवङ्गादेशः भवति आर् यनादेशः भवति. सो अस्माभिः दृष्टव्यं तत्र असंयोगपूर्वक् चिनु अस्ति, नु प्रत्ययात् अङ्गम् अस्ति वा संयोगपूर्वक् अस्ति. संयोगपूर्वक् अस्ति चेत् एतत् सूत्रं कार्यं न कर्तुं शक्यते हुष्णुवोः सार्वधातुके, बिकास् इट् सेस् असंयोगपूर्वक् उवर्णस्य, तादृश उवर् उष्णु प्रत्ययस्य उवर्णः यः असंयोग, यस्य पूर्वे कोऽपि संयोगः नास्ति, तदा एव यनादेशः भवति. This is the difference between this is the vicharah with respect to shnu pratyam. Swadigane yada shnu pratyah sarvadhatu prakriyayam bhavati. Sarvahi avgatam va? Atra api pashyatu. Atra apnu van nite apnu vati. So striyam atra api nishedha asti. Numagamasi nishedha asti. पुंसि भवति, स्त्रियां न भवति. अनुमागमस्य निषेधः अस्ति स्वादिगणे अपि. सो एकवारम् एतत् समापयामः, तस्य अनन्तरं शत्रन्तरूपस्य विषये चिन्तनं कुर्मः. कोऽपि अन्यप्रश्नः अस्ति वा? अस्ति चेत् पृच्छन्तु, अन्यथा अत्र स्थगामः. अस्तु, समापयामः. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्तिशान्तिशान्तिः, हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः, नमस्कारः. धन्यवादः. धन्यवादः.